गतरविवासरे वयं तिङ्प्रत्ययानां सिद्धि इति विषयं आरब्धवन्तः. तत्र किम् अस्माभिः पठितं यत् मूलतिङ्प्रत्ययः तु सर्वेषां लकाराणां सर्वेषां गणानां कृते समानाः एव सन्ति, परन्तु केचन कानिचन सूत्राणि सन्ति ते तानि आगत्य तेषां लौकिकरूपं निष्पद्यन्ते. तत्र लट् लकारस्य कृते लोट् लकारस्य कृते भिन्नं रूपमस्ति, अदन्तमङ्गम् अनदन्तमङ्गम् इति तयोः कृते भिन्नं रूपमस्ति इति तर्हि कानि कानि सूत्राणि सन्ति तत्र यैः रूपेषु भेदः भवति इति अस्माभिः पठितम्. अत्र अस्माभिः सर्वप्रथमं तु लट् लकारे परस्मैपदधातूनां कृते अस्माभिः सूत्राणि पठितानि. तर्हि तत्र मुख्यसूत्राणि ये नूतनसूत्राणि सन्ति तेषाम् एकवारं पुनरावलोकनं कुर्मः. तत्र विजी महोदय, कानि कानि सूत्राणि सन्ति ये नूतनानि सन्ति? सजुषुरुहु इति एकसूत्रं. तत्सूत्रं तत्र सकारकस्थाने रुकारः आदेशः भवति इति. कीदृशसकारम्? सदृशो रुहु प्रत्येकसकार वा कुत्रापि सकार आगच्छति चेत् न अन्ते पदस्य अन्ते विद्यमान सकारः वा सजुषु इति द्वयम् आगच्छति चेत् सकारकस्थाने रुः आदेशः भवति. अत्र अन्तिम अलवन्तस्य इति सूत्रेण सूत्रात् अन्तिमवर्णस्य परिवर्तनं करणीयं, कुत्रापि नहि. पदस्य अधिकारः अस्ति नाम पदान्ते पदान्ते इति पदान्ते कोऽपि किमपि पदमस्ति चेत् तस्य अन्ते यदि सकारः भवति सकारस्य स्थाने रु भवति. अन्यथा सजुष् किमपि शब्दमस्ति तस्य षकारस्य स्थाने अपि रु भवति इति भवति. तर्हि तत्र ससजुषरु एकं सूत्रमस्ति. अस्तु, मीना महोदय, द्वितीय नूतनसूत्रं किम् आसीत्? मीना महोदय अस्ति वा? नास्ति. नमस्ते महोदय, क्षम्यतां किञ्चित् विलम्बेन आगतवती. इदानीं कुतः न केवलं पुनरावलोकनं कुर्वन्तु. क्षम्यतां, पुनरावलोकनं किमपि नूतनं नास्ति अत्र. अस्तु, मीना महोदय. अहमस्मि अद्य इदानीं महोदय. द्वितीयसूत्रं दत्तवती इदानीमेव. प्रश्नं किं वदतु महोदय? अस्माभिः त्रीणि नूतनसूत्राणि पठितानि. प्रथमसूत्रमासीत् ससजुषुरुः, द्वितीयसूत्रं किम्? विराम अवसानम् इति. तत्तु अस्ति, परन्तु मुख्यसूत्रं तदनन्तरं किम् आसीत्? मुख्यसूत्रं येन विधि तदन्तस्य पूर्वमेव पठितं महोदय. करावसानयोः विसर्जनीयः. तत् किं वदति? कर् इति पदान्तस्य रेपस्य स्थाने विसर्गो भवति करिपरे. अतः अवसाने एव अवसानं भवति एव तयोः विसर्गः भवति. तर्हि अन्ते रेपः अस्ति रेपः अस्ति वा अवसानम् अस्ति वा, यस्य विरामः अस्ति तस्य नाम अवसानम् अस्ति वा, करिपरे विसर्गः भवति इति चिन्तयामि. तर्हि यदि पदस्य अन्ते रेफः अस्ति, तद् रेफस्य अनन्तरं यदि अवसानम् अस्ति, नाम कोऽपि वर्णः नास्ति, कोऽपि वर्णः नास्ति चेत् खर्वर्णः अस्ति, खर्वर्णः अस्ति, करिपरे रेफस्य रेफस्य स्थाने विसर्गः भवति, रेफस्य स्थाने विसर्गः भवति. तर्हि अत्र अत्र अत्र सामान्यतया अत्र विरामः अस्ति अस्माकं तत्र तत्र तस्य प्रसिद्धिः अस्ति अस्माकम् अधुना तिङ् प्रत्यसिद्धिः इति कार्ये. अत्र सकारस्य स्थाने सरि सकारस्य स्थाने प्रथमं रु भवति, तत्र रु मध्ये उकारस्य इत् संज्ञा भूत्वा केवलं रेफ् इति तिष्ठति, तदनन्तरं तत् रेफस्य स्थाने विसर्गः भवति इति वार्ता अस्ति. अस्तु, धन्यवादः. तदनन्तरं रघुपतिमहोदय, भवान् जानाति वा? तृतीयसूत्रं किम् आसीत्? ज़ोन्तः इति सूत्रं. ज़ोन्तः किं वदति? ज़ोन्तः प्रत्ययस्य झकारस्य अन्तादेशः भवति. प्रत्ययस्य झकारस्य अत्र मूलसिङ् प्रत्यये झि अस्ति, तत्र झकारस्य अन्तादेशः भवति. सत्यं. तस्य प्रसक्तिः कुत्र अस्ति, कस्मिन् प्रत्यये अत्र? सर्वत्र भवति महोदय. जकार अस्ति, इदानीं बहुवचने अस्ति, लट् लकारे बहुवचने अस्ति, लोट् लकारे अपि भवति. भवान् वदतु कथं भवति. झि अस्ति, अत्र जकारस्य अन्तादेशः भवति, झि इति अन्ति इति भवति अन्तिमरूपं, पठन्ति इति पठयोगान्ति पठन्ति. तर्हि झि प्रत्यये अस्ति, झकारस्य स्थाने अन्त् भवति झोन्तः इति सूत्रेण, तर् अन्ति इति भवति. तर्हि एकम् अस्ति झोन्तः. अस्तु, तर्हि ससजुषोरु खरवसानयोर्विसर्जनीय झो अन्तः. तदनन्तरम् अस्माकं ये सूत्राणि सन्ति इत्संज्ञकसूत्राणि, तेषां सर्वेषां सहायतया लट् लकारस्य सिद्धतिङ्प्रत्ययः अस्माभिः पठिताः. अस्तु, तर्हि अधुना अग्रे गच्छामः. अधुना अस्माकमस्ति लोट् लकारे. लोट् लकारे किञ्चित् अधिककार्यमस्ति, तर्हि तत् अधुना वयं पठामः. अस्तु, लोट् लकारे. हा, तर्हि अधुना को अस्ति? सुमन् महोदय, भवती आरभतु. आम् महोदय. अत्र अस्माकम् अत्र लिखितमस्ति खलु, तर्हि नियमान् अनुसृत्य कार्यम् एव. न, तत् तत् न करोतु. एक कार्यं करोतु, आरम्भे न पठतु. परस्मैपदे लोट् लकारस्य तिङ् प्रत्ययसिद्धिः. अस्तु, परस्मैपदे लोट् लकारस्य तिङ् प्रत्ययसिद्धिः. मूलमस्ति टिप्तर्झि, सिप्तस्थ, मिप् वस् मस् नियमाः. परस्मै पदस्य लोट् तिङ् प्रत्ययेषु यत्र इकारः दृश्यते तस्य इकारस्य स्थाने उकारः भवति. तस् धस् ध मिप् लकारेषु लोट् च एतेषां प्रत्ययानां स्थाने क्रमेण ताम् तम् त अम् एते आदेशाः. लोट् नि स्थाने नि आदेशः. उत्तम पुरुषे आङ् आगमः. ओ, क्षम्यतां, सर्वे आसीत् अत्रापि तथा एव पठितवती. उत्तमपुरुषे आड् आगमः प्रत्ययानां आदौ अ इति युज्यते. वस् मस् नित्सु लकारेषु लोटि च अनयोः स्थितस्य सकारस्य लोपः. मध्यम पुरुषस्य सिप् प्रत्ययस्य स्थाने सि इत्यादेशः. अङ्गम् अदन्तं चेत् तस्य हि प्रत्ययस्य लोपः. टिप् सिप् इत्यनयोः स्थाने विकल्पेन तात् आदेशः. तर्हि अत्र भिन्नभिन्ननियमाः सन्ति. अत्र केवलं स्थूलरूपेण किं परिवर्तनं भवति इति लिखितम्. अग्रे गत्वा सूत्राणां सहायतया वयं वयं पठिष्यामः यत् कथं भेदः भवति. अस्तु, तर्हि अत्र नित् लकारः इत्युक्ते किं महोदय? तत्र अधभागे अस्ति नित् लकारः इत्युक्ते णकारः इत् येषां ते इत्युक्ते लङ् लिङ् लुङ् लृङ् लोट् लोटे निर्दत्वं भवति. अतः यत्र नित् लकाराणां सार्वत्रिकः नियमः भवति बहुत्र लोटि अपि तस्य नियमस्य प्रसक्तिः. अत्र तु नित् लकारः नास्ति खलु? नास्ति, परन्तु एकं सूत्रमस्ति तद् वदति यत् लोट् अपि नित् लकार इव भवति बहुत्र बहुत्र इति. अस्तु, आशदेशिकसूत्रमिव अस्ति. तत्र लोट् वस्तुतः नित्वत् नित् नास्ति, परन्तु एकं सूत्रमस्ति अग्रे पठिष्यामः लोटो लङ्वत्. तत् वदति यत् नित् लकारस्य यत् कार्यमस्ति बहुत्र तस्य अपि प्रसक्ति लोट् मध्ये अपि अस्ति. सार्वत्रिकः किम् अर्थः? सर्वत्र इत्युक्ते किम्? सर्वत्र सर्वत्र इत्युक्ते आल्वेज् एव्रिवेर्. तत्र तर्हि सार्वत्रिक् इत्युक्ते यत् नियम नित् लकारेषु सर्वदा भवति तत् नियम सः नियमः लोटि अपि भवति. अस्तु, तर्हि धन्यवादः महोदय. अग्रे गच्छामः. तर्हि अरुणा महोदय अग्रे पठतु. अहं पुटं पश्यामि. किं पठनीयं? तर्हि नियमान् अनुसृत्य कार्यम् एव अग्रे. तर्हि नियमान् अनुसृत्य कार्यम् एव. थिप् पकारलो थिप् प्रत्यय विषये पकारलोपः हलन्त्यम् इति सूत्रेण इति संज्ञा. तस्य लोपः तकारलोपः भवति. ति एव अवशिष्यति. ति इति तु इति भवति इति लोट् प्रत्ययः निष्पन्नः. कथं? यतो हि अस्माभिः पठितं यत् लोट् मध्ये इकारस्य स्थाने उकारः भवति. तस् विषये थाम् इति लोट् प्रत्ययः निष्पन्नः. झि स्थाने चो अन्तसूत्रेण जकारस्थाने अन्त आदेशः आगच्छति. ततः अन्त अन्त योग इ अन्त इति रूपम् अन्त अन्तु इति लोट् प्रत्ययः निष्पन्नः. सिप् प्रत्यये शिप् स्थाने हि हि लोपः. अत्र प्रत्ययः किमपि न युज्यते. एकनिमिषः, अत्र अस्माभिः नियमं पठितं खलु यत् सिप् स्थाने लोट् लकारे हि भवति, परन्तु अदन्तम् अस्ति चेत् तस्य लोपः भवति, किमपि न आगच्छति. स्थस्थाने थम् इति लोट् प्रत्ययः निष्पन्नः, स्थास्थाने त इति लोट् प्रत्ययः निष्पन्नः, मिप् स्थाने नि आगच्छति, मि आनि इति लोट् प्रत्ययः निष्पन्नः, वस् प्रत्ययस्थाने वा एव अवशिष्यति, ऐं सारि सम्यक् आव इति लोट् प्रत्ययः निष्पन्नः, मस् स्थाने म आम् इति लोट् प्रत्ययः निष्पन्नः. सत्यं. तर्हि एतत्तु अस्माभिः पठितं तत्र तेषां रूपाणि कथं तत्र भेदः भवति. तर्हि सिद्धप्रत्ययाः के के सन्ति अग्रे पठतु. लोट् सिद्धप्रत्ययः प्रथमाविभक्ति एकवचने तु वा थात्, द्विवचने तां, बहुवचने अन्तु, द्वितीय एक मध्यमपुरुष एकवचने प्रथमपुरुष न प्रत्यय न प्रत्यय वर्तते. तात् मध्यवचने तं बहुवच सम्यक् प्रथम मध्यमपुरुष एकवचन एकरूपं न प्रत्यय नास्ति वा थात् अथवा थात् इति अपि भवति. मध्यमपुरुष द्विवचने तं, बहुवचने ता, उत्तमपुरुष प्रथम एकवचने आनि, द्विवचने आव, बहुवचने आम प्रत्ययः भवति. सत्यं. तर्हि अस्माभिः अत्र पठितुं शक्नुमः अत्र वयम् अत्र पठितुं शक्नुमः अत्र तिप् स्थाने तु भवति अथवा तात् विकल्पेन, तं स्था तिप् तस् झि तत्र तस् स्थाने तां, झि स्थाने अन्तु, सिप् स्थाने प्रत्यय नास्ति अथवा विकल्पेन तात् भवति, स्थ स्थाने तं, थ स्थाने त, मिप् स्थाने आनि, वस् स्थाने आव, मस् स्थाने आम इति सिद्धतिं प्रत्ययाः सन्ति लोट् लकारे अदन्त अङ्गस्य कृते परस्मैपद परस्मैपदधातु धातूनां कृते लोट् लकारे परस्मैपदधातु अदन्तमङ्गं नाम द्वादिगणे तदनन्तरं दिवादिगणे उदादिगणे चुरादिगणे. अस्तु एकनिमिष सुमन् महोदय किं वदति. प्रश्नद्वयम् अस्ति अत्र आड् गमः इत्युक्ते आट् सकार खलु सकार टकार इत्युक्ते आदौ भवति. अस्तु अद इदानीम् अतः आनि भवति आव आम. अत्र आनि आव आम किन्तु लटि तथा नास्ति खलु. भवान् उक्तवान् आकारस्य आगमः अग्रे भवति इति. आगमः न तत्र यदा मेलनं भवति अङ्गस्य प्रत्ययस्य तदा तस्य तत्र आकारः आगच्छति. अस्तु किन्तु अत्र इदानीमेव आगच्छति प्रत्यये एव. अस्तु अस्तु धन्यवादः. मीना महोदय भवत्याः प्रश्नः. लोट् प्रकारप्रत्ययाः पितामन्तु ते ते सूत्ररूपेण न भविष्यन्ति लट्लकारे एव किं सूत्ररूपेण रूपं न भवति वा तुतामन् लट्लकारे सूत्रः सन्ति अग्रे सन्ति अग्रे आगच्छन्ति सूत्राणि कानि सन्ति. ओ ओके अस्तु अधुना एव लिखितमस्ति खलु परस्मैपदे लोट् लकारस्य तिङ् प्रत्ययस्य इति सूत्राणि सूत्राणि. अस्तु तर्हि अग्रे गच्छामः. रघुपतिमहोदय अग्रे पठतु. आम् महोदय. परस्मैपदे लोट्लकारस्य तिङ् प्रत्ययसिद्धिः सूत्राणि. एकनिमिषं महोदय. लोटः तिङ् सम्बन्धसूत्राणि अत्र स्थाप्यन्ते. उपरि नियमाः प्रदर्शिताः, तान् आधारीकृत्य तिङ् प्रत्ययानां कार्यमपि प्रदर्शितम्. एकनिमिषं महोदय. क्षम्यतां. तस्य कार्यस्य पृष्ठतः यानि सूत्राणि अपेक्षितानि तानि अधः प्रतिपादितानि. यत्र विशिष्टकार्यार्थ यत्र विशिष्टकार्यार्थं मूलप्रत्यये विकारः आनीयते तत्र प्रत्यादेशः इत्युच्यते. अष्टाध्याय्यां प्रत्यादेशः लभ्यते केवलं द्वयोः स्थानयोः, एकं तृतीयाध्यायस्य चतुर्थपादे अपि च सप्तमाध्यायस्य प्रथमपादे. ध्येयं यत् एकं सूत्रं विहाय अधस्थितानि सर्वाणि सूत्राणि अनयोः द्वयोः स्थानयोः सन्ति. एकं सूत्रम् अतो हेः इति षष्टमाध्यायस्य चतुर्थपादस्य पञ्चाधिक एकशतम् अङ्गकार्यम् अङ्गकार्यं न तु प्रत्यादेशः, अतः षष्ठाध्याये यतः तत् अङ्गकार्यमस्ति. अतः पुनः तृतीयाध्यायस्य चतुर्थपादे अपि च सप्तमाध्यायस्य प्रथमपादे मध्ये एकं सूत्रं विहाय अवशिष्टानि सर्वाणि तृतीयाध्यायस्य चतुर्थपादस्य मध्ये सन्ति. तृतीयाध्यायस्य चतुर्थपादमध्ये लस्य इत्यस्य अधिकारः, लस्य इत्यस्य अधिकारः तृतीयपादस्य तृतीय अध्यायस्य चतुर्थपादस्य सप्तसप्ततितमसूत्रात् द्वादशाधिक एकशतं यावत् दशलकाराः सन्ति. अनुबन्धलोपानन्तरं सर्वेषां दशानां ल इत्येव अवशिष्यते. लस्य इति सूत्रं तस्य ल इत्यस्य एव षष्ट्यन्तं रूपम् अस्ति. अत्र दत्तमस्ति ये प्रत्यादेशः भवति यत्र मूलप्रत्ययविकारः भवति. मूलप्रत्ययानां मूलप्रत्ययम् उपयोगं कृत्वा सिद्धतिङ् प्रत्ययस्य सिद्धिः भवति. तत्र विकारः भवति इत्युक्ते तत्र परिवर्तनं भवति प्रत्यादेशः. अत्र प्रत्यादेशः तृतीय अधिकतया तृतीय अध्यायस्य चतुर्थपादे अस्ति, अपि च षष्ठम सप्तमाध्यायस्य प्रथमपादे. एकं सूत्रमस्ति अतो हेः, तत् अङ्गकार्यं तु अङ्गकार्यमस्ति. तत्तु अङ्गकार्यं षष्ठाध्यायस्य चतुर्थपादे अस्ति. लस्य इत्यस्य अधिकारः अस्ति, स लस्य स्थाने एव भवति एते आदेशः इति सूत्रं. ल इत्यस्य लस्य इति तस्य ल एव ल इत्यस्य षष्ट्यन्तं रूपम् अस्ति अकार उच्चारणार्थं. तर्हि नियमाः अग्रे पठामि वा महोदय? न, एकनिमिषं. तर्हि अत्र लिखितमस्ति यत् ये अत्र सिद्धतिङ्प्रत्ययानां कृते यानि यानि सूत्राणि सन्ति ते सर्वे ते तानि सर्वाणि प्रत्यय आदेशसूत्राणि सन्ति. नाम प्रत्ययस्य मूलप्रत्ययस्य आदेशः भवति इति सूत्राणि ते वदन्ति. तर्हि अत्र लिखितमस्ति यत् षष्ठम अध्यायस्य चतुर्थपादे एकं सूत्रमेव अस्ति अतो हे हे. तदनन्तरं 7.1 मध्ये अपि एकम् एव सूत्रमस्ति. कोऽपि वक्तुं शक्नोति वा 7.1 मध्ये सूत्रं किमस्ति? अस्माकं परिचितं सूत्रमस्ति 7.1 मध्ये किं सूत्रमस्ति प्रत्ययादेशसूत्रम्? झोन्त एकं सूत्रमस्ति सप्ताध्यायस्य प्रथमपादे यत् प्रत्ययादेशसूत्रमस्ति. अन्य सर्वाणि सूत्राणि तिङ्प्रत्ययानां सिद्ध्यर्थकृते यानि सूत्राणि सन्ति प्रत्यादेशसूत्राणि तानि सर्वाणि तृतीय अध्यायस्य चतुर्थपादे आगच्छन्ति. तत्रापि एकवारम् अष्टाध्याय्याम् उद्घाटयन्तु सर्वे. अष्टाध्याय्यां पुस्तकम् अथवा किमपि अन्य अस्ति चेत् उद्घाटयतु. तृतीय अध्यायस्य चतुर्थपादम् उद्घाटयतु. पेज् नम्बर् अस्ति पेज् नम्बर् 71 एकसप्ततितमः पुटम् अत्र तृतीय अध्यायस्य चतुर्थपादस्य सप्तसप्ततितमं सूत्रं पठतु. लस्य पश्यति वा सर्वे? अयं सर्वे पश्यन्ति वा? लस्य सूत्रसङ्ख्या किं महोदय? सूत्रसङ्ख्या प्राप्तं भवति. तर्हि लस्य इति अधिकारसूत्रमस्ति. अधिकारसूत्रम् इत्युक्ते किं? तत् सूत्रं बहुत्र सूत्रेषु अनुवृत्तिरूपेण अग्रे गच्छति. तत्र लस्य इत्यस्य अर्थः अस्ति, तत्र लस्य मध्ये ल इति शब्दस्य षष्ठीविभक्तिः अस्ति. तर्हि ल इति शब्दे अकार केवलम् उच्चारणार्थं, वस्तुतः तस्य अर्थमस्ति लकार. नाम अग्रे अग्रे यानि सूत्राणि सन्ति अस्मिन् अधिकारे तानि लकारस्य स्थाने आगच्छन्ति. तर्हि पश्यतु, लस्य एकं सूत्रं, तदनन्तरं तिप्तस्थि सिप्तस्थ इति अस्माकं मूलसूत्रमस्ति. तर्हि तत् सूत्रं भवति यत् लकारस्य स्थाने प्रथमं सिप्तस्थि सिप्तस्थ इति आगच्छति इति. तदनन्तरम् अन्यप्रत्यादेशसूत्राणि सन्ति, वयं अग्रे पठिष्यामः. टित आत्मनेपदानां टेरे, तत् आत्मनेपदेषु आगच्छति. खासः से, तदनन्तरम् अग्रे वयं गच्छामः लोटो लङ्वत् अस्ति. तदनन्तरम् एरुः अस्ति, तदपि लोट् लकारे अस्ति. सेहर्य पिच्च इति लोट् लकारे अस्ति. अग्रे अस्ति मेरनि इति लोट् लकारे अस्ति. तर्हि सर्वाणि सूत्राणि यद् लकारप्रत्ययानां कृते भवन्ति तानि अत्र सन्ति. केवलम् एकं सूत्रम् अतो हे षष्ठम अध्याये अस्ति, झोन्तः सप्तमे अध्याये अस्ति. अन्य सर्वाणि सूत्राणि तृतीय अध्याय चतुर्थपादे भवन्ति इति अस्ति. सर्वे अवगच्छन्ति वा? अस्तु, तर्हि अधुना अग्रे गच्छामः. अत्र को अस्ति अधुना? सरला महोदय पठितुम् इच्छति वा? सरला महोदय अस्ति वा अथवा कार्याने अस्ति? महोदय केवलं शृणोमि. अस्तु अस्तु, तर्हि विजि महोदय अग्रे पठतु. विजि महोदय. आम् महोदय, नियमाः इति आरभ्य. आम्, परस्मैपदस्य मूलतिङ्प्रत्ययेषु यत्र डकारः दृश्यते तस्य डकारस्य स्थाने उकारः भवति. इकारः परस्मैपदस्य मूलतिङ्प्रत्ययेषु यत्र इकारः दृश्यते तस्य इकारस्य स्थाने उकारः भवति. एरुः 3486 लोट्लकार सम्बन्ध इकारस्य स्थाने उकारादेशः भवति. लोट् इकारस्य उः एहे षष्ट्यन्तम् उः प्रथमान्तं द्विपथम् इदं सूत्रं लोटो लङ्वत् 3485 इत्यस्मात् सूत्रात् लोटः इत्यस्य अनुवृत्तिः लस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं लोटः लस्य एहे उषु. किं लिखितम्? इकारसस्थाने उकारः भवति इति मूलतिङ्प्रत्ययेषु परस्मैपदं किमपि लिखितं नास्ति. नास्ति. एरुः इति सूत्रं सूत्रं किं वदति? किं वदति? लोट्लकारे इकारस्य स्थाने उकारः आदेशः भवति इति. लोट् इकारस्य उः एहे इति वदति. तदर्थं लोट् कुतः आगच्छति? लोट् अवगतं भवती. सूत्रे लोट् नास्ति खलु महोदय? एरुः इति सूत्रे लोट् नास्ति, तर्हि अर्थे लोट् कुतः आगच्छति? ओहो, अनुवृत्ति अनुवृत्ति भवति. लोटो लङ्वत् इति सूत्रात् लोटः इति स्वीकरणीयं लस्य इत्यस्य अधिकारः अत्र अनुवृत्तिसहितसूत्रम् अस्ति अनुवृत्तिः लस्य एहे युः इति पूर्णसूत्रम् एहे इत्युक्ते इकारस्य षष्टिविभक्ति ओ इकारस्य षष्टिविभक्ति ये हरि अस्ति चेत् पति आम् आं महोदय अवगतम् अन्यत्र प्रथमान्तम् इकारस्य षष्टिविभक्ति नाम इकारस्य स्थाने उकार भवति लोट् लकारस्य प्रत्ययस्य कृते लोट् लकारस्य प्रत्ययस्य कृते लोट् लकारस्य स्थाने उकारः आदेशः भवति लोट् लकारस्य प्रत्यये यत् इकारः आगच्छति तस्य स्थाने उकारः भवति भवति अग्रे तस् तस्थ मित् ङित्सु लकारेषु लोटि च एतेषां प्रत्ययानां स्थाने क्रमेण तां तं त अम् एते आदेशाः इति सूत्रं न वदति किल महोदय अग्रे पठतु ओ तस्तस् तमिपां तां तं तां त्री फोर् वन् जीरो वन् तस् तस् थ मिप् ङित्सु लकारेषु एतेषां प्रत्ययानां स्थाने क्रमेण तां तं त अम् एते आदेशाः ओहो तत्र तश्च तश्च तश्च तस्थ तश्च मिप् च तेषाम् इतर यत्र द्वन्द्वः तस् तस् तं मिप मिपः तेषां तस्तस्तं मिपां तां च तं च तश्च अं च तेषाम् इतरेतर द्वन्द्वः तां तं तां मतामः तस् तस् तः सारि तः तः तस् तस् तम् इपा तमिपां षट्यन्तं षष्ट्यन्तं तां तन्तामः प्रथमान्तं द्विपदं सूत्रं नित्यं ङितः इत्यस्मात् ङितः इत्यस्य अनुवृत्तिः लस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अस्ति ङितः लस्य तस्तस्तमिपां तां तां तामः अत्र अस्ति तान् तान् तामः इति आदेशः भवति यत्र त थ स्थ मिप् इति आगच्छति सद्वा महोदय क्रमेण इति सूत्ररूपेण वदति तस्थस्थमिपां तान् तन् ताम् अत्र ङित्वत् इति वदनार्थं नित्यं ङितः इति सूत्रेण ङितः इति स्वीक्रियते लस्य इत्यस्य अधिकारसूत्रम् अनुवृत्तिसहितसूत्रम् अस्ति ङितः लस्य तस् तस्थामिपां तान् तन् तामः तर्हि अनुवृत्ति अनुवृत्त्या नितः इत्यस्य अनुवृत्तिः लस्य इत्यस्य अधिकारः नितः अधिकारः नाम नित् लकारस्य तस् प्रत्ययस्य स्थाने तां थस् प्रत्ययस्य स्थाने तं त थ प्रत्ययस्य स्थाने त मित् प्रत्ययस्य स्थाने अम् इति भवति तर्हि तत्र तस्थस्थमिपां तान् तत् तान् तन् तामः इति रिस्पेक्टिव्लि इति क्रमेण इति तस्थाने तस्थाने तां थस्थाने तं थस्थाने त मित्स्थाने अम् किमपि सूत्रम् अस्ति वा महोदय क्रमेण आगच्छति इति वदनेन अत्र संहितायाम् यथासङ्कमनुदेशमानम् इति अहं चिन्तयामि अस्ति महोदय धन्यवादः अत्र प्रायः प्रथमपध्याय अस्ति यथा सङ्ख्यम् अनुदेशः समानं 1.3.10 सम्यक् ओहो सर्वत्र अस्य सूत्रस्य बहुत्र अस्ति नाम इको यणचि मध्ये अपि अस्ति इको यणचि मध्ये स्थाने य उ स्थाने व इको यणचि तत्र स्थानेन्तरक्रमः अपि कार्यं कर्तुं शक्नोति खलु स्थाने अन्तर्क्रमः न भवति वायवः इति सूत्रेण भवति महोदय स्थाने अन्तर्तमः इति सूत्रं वदति यत् यत् स्थाने यस्य उच्चारणस्य स्थानसमानमस्ति तस्य अन्तर्तमः एकं वर्णं नाम इकोयानचि अपि एव इकारस्थाने यकारः इकारस्य स्थाने यकारति द्वयोः स्थानस्य वर्णः सत्यं तदपि अस्ति तर्हि स्थाने अन्तर्तमः तस्यापि तस्यापि आगच्छति महोदय स्थाने अन्तर्तमः अपि प्रसक्तिः वक्तुं शक्नुमः यतोहि तत्र उच्चारणस्थानमपि समानमस्ति परन्तु यथा सङ्ख्यमपि इति बहुत्र स्थानानि सन्ति यत्र स्थाने अन्तर्तमः एव कार्यं करोति अत्र द्वयोः प्रसक्ति अस्ति केचित् वयकरणः वदन्ति स्थानेन्तर यथासङ्ख्यकार्यं करोति केचित् वयकरणः वदन्ति न स्थानेन्तरतम अतः द्वयोः प्रसक्तिः अस्ति एकम् एव कार्यं करोति अन्यं कार्यं न करोति इति न वक्तव्यम् न परन्तु अन्यसूत्राणि सन्ति यत्र केवलं स्थानेन्तरतमः कार्यं नाम अनुस्वारस्य परसवर्णस्यापि अनुस्वारस्य परसवर्ण इत्युक्ते अनुस्वारस्य सदृशं तत्र तस्य स्थानी यत् अस्ति वर्णः तस्य आगमनं भवति नाम कवर्गे पञ्चमवर्ग चवर्गे पञ्चमवर्ग चवर्गे पञ्चमवर्गे अस्तु परन्तु अत्र तत्स्थानमेव विद्युत् यथासङ्ख्यमेव अस्ति अत्र तु उच्चारणस्थानम् एव नास्ति अस्तु तर्हि अत्र हा नित्लकारे तत्स्थान्यतम् इति किमपि इति सर्वं भवति इति सूत्रमस्ति अस्तु धन्यवादः महोदय अग्रे मीना महोदय महोदय अत्र अत्र नीता इत्युक्ते अपि तस्य अतः एव नित नित् इति भवति खलु नित इत्युक्ते नित्लकार सर्वत्र न भवति खलु महोदय तत्र द्विवचने एव भवति द्विवचने अस्ति तत्र अपित् अस्ति अपित् नित्वत् इति अहं पठितवान् अत्र लकार नित् अस्ति तत् अस्य अपित् नित् इति किमपि नास्ति यः लकारः नित्लस्ति नाम लङ् लुङ् लृङ् अस्तु अस्तु आमामाम् नितः लस्य अस्तु लङ् लिङ् लुङ् लृङ् येषां लकाराणां ये प्रत्यय आदेशः भवति इति अधुना प्रश्न उदेति एतमस्ति चेत् लोट् लकारे सूत्रस्य प्रसक्तिः कथं भवति लोट् तु नित् नास्ति खलु प्रश्नः आगन्तुं शक्नोति यत् णित् लकारे एव भवति चेत् लोट् मध्ये कथं भवति लोट् तु णित् नास्ति अग्रिमसूत्रमस्ति मीना महोदय पठतु मीना महोदय अस्ति नास्ति पृच्छति मम घण्टः आगति महोदय अग्रे पठतु लोटो लङ्वत् लोट् लङ्वद् प्रत्यादेशानां कृते लोट् लकारः लङ् इव भवति. आम् अतिदेशसूत्रं लोटः षष्ट्यन्तं लङ्वत् अव्ययं द्विपदमिदं सूत्रं. कानिचन कार्याणि केवलं ङित्सु भवन्ति. लोट् लोट् तित् न तु ङित्. अतः यत्र ङित्सु किञ्चन कार्यं भवति लोटि ङित्सु भवति इत्यनेन तर्केण लोटि तत् कार्यं नार्हम्. अनेन सूत्रेण लोटः कृते इदं कार्यं सिद्धं. सूत्रं स्वयं सपूर्वं लोटः लङ्वत् लोटः लङ् लङ् लङ् प्रत्ययम् इव लङ् इव भवति. लङ् लोट् लङ् लङ् लकारः प्रत्या लोट् लकारः लङ् इव भवति. अतिदेशसूत्रं लोटः कथं लोट् लङ् इव भवति किमर्थं लोटः षष्ट्यन्तम् अस्ति लोटः न किमर्थं षष्ट्यन्तम् अस्ति लोट् लोटः लोट स्थाने यत् कार्यं भवति तद् लङ्वत् इति अहं चिन्तयामि. अस्तु किन्तु ऐ मीन् अत्र तु अत्र अत्र तु नास्ति. अत्र केवलं लोट् स्थाने लङ् इति अपि वक्तुं शक्नुमः. परन्तु अहं चिन्तयामि यत् लोट् स्थाने यत् कार्यं भवति तत् लङ्वत् इति. लोट् प्रत्ययस्य लङ्वत् भवति इति सत्यं. तत्र लोट् प्रत्ययस्य लोट् अत्र लस्य लकारः अस्ति महोदय खलु. तर्हि लोटः लस्य लङ्वत् इति चिन्तयतु. लोटः लस्य अस्तु अत्र एक अस्तु अत्र महोदय सुमन् महोदय अधिकारः किं कः अस्ति. लस्य अधिकारः अस्ति. अन्य अन्य अधिकारः किमस्ति मूल अधिकारः. क्षम्यता मूल अधिकारः कः अस्ति. तर्हि सर्वत्र यदि कुर्यामः तर्हि तत्र धातोः परश्च धातोः परश्च लस्य लोटः प्रत्ययः लङ्वत् इति इति वयं चिन्तयितुं शक्नुमः. तर्हि परं तथा सर्वं करणीयस्य आवश्यकता नास्ति. अत्र लोटः लस्य लस्य षष्ठी अस्ति खलु. तर्हि तस्य लोटः लस्य लङ्वत् नाम यत् लोट् लकारः अस्ति तस्य अथवा तस्य स्थाने यत् भवति तत् लङ्वत् अस्ति. अस्तु किन्तु वयं पूर्वम् आतिदेशसूत्रं दृष्टवन्तः. तर्हि तर्हि तत्र किमपि नियमं नास्ति. तत्र प्रथमाविभक्तिः भवति. अस्तु अस्तु अहं चिन्तितवती एतत्तु संज्ञासूत्रम् इव भवति अतः प्रथमाविभक्ति इति चिन्तितवती. अत्र अत्र लोट् स्थाने यत् भवति तत् लङ्वत् अस्ति नाम लोट् स्थाने यदि नाम अत्र लोट् स्थाने लोट् लोट् लकारस्य तस् प्रत्ययस्य स्थाने यत् तां भवति तत् लङ्वत् अस्ति इति. अस्तु तर्हि यत् मया उक्तम् अत्र णित् लकारेषु तस्तस्थां तमिवम् इति सर्वं भवति. परन्तु लोट् मध्ये अपि दृश्यते. परन्तु लोट् तु णित् नास्ति. तर्हि कथं भवति अनेन सूत्रेण यानि कार्याणि लङ् लङ् इत्युक्ते अत्र केवलं लङ् नास्ति, तस्य आशयः अस्ति मित् लकारः. केवलं लङ् न, तस्य आशयः अस्ति नित् लकारः. तर्हि लङ् लङ् नाम नित् लकारेषु यत् यानि कार्याणि भवन्ति बहुत्र तानि कार्याणि बहूनि तानि कार्याणि लोट् मध्ये अपि भवन्ति इति सूत्रस्य अर्थः. तर्हि तत्र महत्त्वबिन्दुद्वयमस्ति. एकं तु लङ्वत् इत्युक्ते लङ् इत्यनः परन्तु नित् लकार इति चिन्तयतु. नाम नित् लकारेषु यानि कार्याणि सन्ति तानि लोट् मध्ये अपि भवन्ति. तदनन्तरं सर्वाणि कार्याणि यानि सन्ति नित् मध्ये तानि सर्वाणि लोट् मध्ये भवन्ति इति अपि नास्ति. बहूनि कार्याणि यानि सन्ति तत्ते तानि लोट् मध्ये भवन्ति. उदाहरणमस्ति, अधुना वयं जानीमः यत् लङ् मध्ये धातोः पूर्वम् अकारः आगच्छति खलु. नाम अभवत् तत् अकार लोट् मध्ये नास्ति. तर्हि सर्वाणि कार्याणि यानि लङ् मध्ये सन्ति अथवा णित् मध्ये सन्ति तानि सर्वाणि न भवन्ति, परन्तु बहूनि कार्याणि लोट् मध्ये अपि आगच्छन्ति इति सूत्रस्य अभिप्रायः अस्ति. तत्सर्वम् अग्रे लिखितमस्ति, तदग्रिमः वयं पठामः. सुमन् महोदय अग्रे पठतु. आं महोदय, क्षम्यतां, म्यूट् मध्ये आसम्. अस्तु, अत्र लङ्वत् नित्वत् इति अर्थे एव दत्तं. नित्सु लकारेषु लङ् अन्तर्भवति, अतः लङ् नितः उपलक्षणम् उदाहरण रूपेण प्रतिनिधिरूपेण नित् स्थाने लङ् स्वीक्रियते. अतः नित्वत् इत्येषु वक्तुं शक्यते न कोऽपि भेदः. यतो हि यत् किमपि कार्यं भवति नित्सु तत् कार्यं लङ्गी अपि भवति, यतः लङ् नित् अस्ति. अत्र अस्ति लङ् इत्युक्ते लङ् एव नास्ति, किमपि नित्वत् लकारः भवितुं शक्नोति. लङ् इति केवलं प्रतिनिधि अस्ति नित्वत् लकारस्य. यत् किमपि कार्यं नित् लकारेषु भवति तदपि लङ् लकारे अपि भवति, अतः कार्यं समान. अतः वयं लङ्वत् वदामः नो चेत् नित्वत् वदामः तत्तु समान एव. तर्हि यथा मया उक्तं, लङ् इत्युक्ते केवलं लङ् न अपि तु नित् लकारस्य प्रतिनिधिः इति चिन्तयतु. नाम नित् लकारेषु यत् कार्यं भवति तत् लोट् मध्ये अपि भवति इति. अस्तु, किन्तु सर्वदा नास्ति. बहूनि कार्याणि सन्ति. अग्रे अग्रे तर्हि लोट् लङ्वत् इति चेत् पाणिनिना किम् अर्थं लोट् टित् कृतं न तु साक्षात् नित्? कुतः लोट् स्थाने नामकरणं लोङ् न स्यात्? उत्तरम् अस्ति यत् तित्सु लकारेषु यानि कार्याणि भवन्ति तानि अपि अपेक्षितानि भवन्ति लोटि. यथा आत्मने पदे चित् आत्मने पदानां तेरे इति सूत्रेण टित्सु लकारेषु विशिष्टकार्यं वक्ष्यमाणं तत् कार्यम् अपि अपेक्षितं लोटि लोट् लोङ्ग् यदि स्यात् तर्हि एतादृशानि कार्याणि लोटि न स्युः. अस्तु, अत्र प्रश्नः उदेति किम् अर्थं लोट् लम्वत् अथवा नित्वत् इति भवति. तत्र नित्वत् भवति चेत् किमर्थं नित् इति एव लकार लकारस्य कारः किमर्थं लकारस्य नाम्नि नास्ति इति इत्युक्ते लोट् किमर्थं लोट् न तु लोङ्ग्. अत्र उत्तरम् अस्ति टित् यत्र भवति इत्युक्ते लोट् लट् लुट् तत्र सर्वेषु लकारेषु किमपि विशेषकार्यं भवति तत् लोट् लोटि अपि भवति. यदा वयं लोट् नाम यदा पाणिनि लोट् नाम न कृतं लोङ् कृतवान् चेत् तत्र विशेषकार्यं न भवति. अतः लोट् लोट् एव, किन्तु तत्र कदाचित् लङ्वत् भवति नो चेत् नित्वत् भवति. सम्यक्. तर्हि लोटो लङ्वत् इति सूत्रेण पाणिनिना उक्तं यत् महोदय स्वरूपे तु अस्माकं प्रश्नः एव अपेक्षितः. न, यतो तस्य कारणमस्ति यत् ये यानि ये वर्गाः पूर्वे भवन्ति तत्र एतानि सर्वाणि प्रश्नानि आगतानि. अहं जानामि, अहम् अस्मिन् वर्गे 2014 तः अस्मि खलु. तर्हि तत्र तर्हि तत् बहूनि यत् लिखितमस्ति तद् वस्तुतः छात्राणामेव प्रश्नाः सन्ति. अस्तु, परन्तु बहु तु महोदयस्य स्वस्य प्रश्नानि अपि सन्ति. अस्तु, तर्हि म्यूट् करोमि, अत्र कोलाहलः अधिकः अस्ति. तर्हि अत्र लोटो लङ्वत् इति सूत्रेण लङ् मध्ये यत् सूत्रमस्ति लत् यङ् मध्ये यत् कार्यमस्ति तद् लोट् मध्ये अपि भवति इति लिखितं. तर्हि तथा अस्ति चेत् किमर्थं लोट् अपि साक्षात् नित् न पाणिनिना कृतं, किमर्थं लोङ् न कृतं, किमर्थं लोट्? तर्हि तस्य कारणमस्ति यत् कानि कार्याणि सन्ति ते केवलं टित्लकाराणां कृते भवन्ति, ते णित्लकाराणां कृते न भवन्ति. नाम टित् आत्मनेपदानां तेरेकम् उदाहरणम् अस्ति, तत् केवलं टित् लकाराणां कृते अस्ति. टित् लिखितमस्ति खलु, तर्हि तानि कार्याणि णित् मध्ये तु न भवन्ति, परन्तु तानि कार्याणि लोट् मध्ये अपि अपेक्षितानि. अतः महोदयेन किं कृतं? लोट् तस्य नाम, येन टित् लकाराणां टित् लकारेषु यानि कार्याणि सन्ति तानि लोट् मध्ये अपि भवन्ति. तदनन्तरं सः वदति णित्वत् अपि अस्ति, नाम बहुत्र कार्याणि णित् लकारेषु णित् लकारेभ्यः अपि आगतानि इति. अस्तु, इति वार्ता अस्ति इति पाणिनिना सः क्लेवर् रूपेण नाम उत्तमरूपेण सः तेन कृतं यत् लकारः येन टित् लकारस्य सर्वाणि कार्याणि लोट् मध्ये भवन्ति. तदनन्तरं सः वदति णित्वत् अपि अस्ति, नाम णित् लकारस्य अपि बहूनि कार्याणि लोट् मध्ये भवन्ति इति. महोदय, टित् आत्मनेपदानां तेरे तत् सूत्रं किं वदति? तत् आत्मनेपदानाम् आगच्छति, तत्र अग्रिमपाठे अस्ति. इदानीं परस्मैपदानम्. अस्तु, तर्हि अधुना अग्रे गच्छामः. अधुना एकमस्ति, एकमपि प्रश्नः अस्ति यत् मित् मध्ये यानि सर्वाणि कार्याणि सन्ति तानि सर्वाणि लोट् मध्ये भवन्ति वा इति प्रश्नः अस्ति. तर्हि अस्य उत्तरं वयं जानीमः यत् सर्वाणि कार्याणि तु न भवन्ति. तर्हि कथं जानीमः केन किं कार्यं भवति किं कार्यं न भवति इति अग्रे पश्यामः. अस्तु, तर्हि अग्रे रघुपतिमहोदय अग्रे पठतु. आं महोदय, कानिचन कार्याणि अस्तु, कानिचन कार्याणि भवन्ति लङि यानि न अपेक्षितानि लोटि. आहत्य सप्तसु स्थलेषु लङि तिङ्गादेशाः सन्ति. प्रथमं नित्यं नितः. नितः कारस्य सकारान्त उत्तमपुरुषप्रत्ययस्य अन्तस्य सकारः लोपो भवति नित्यं नितः इति. तस्तस्तमिपान्तं तन् तान्तन्तामः. तस्थस्तमिप् निःसुलकारेषु एतेषां प्रत्ययानां स्थाने क्रमेण तां तं त अम् एते आदेशाः. इतश्च इति सूत्रेण नित्लकारस्य स्थाने यः परस्मैपद ह्रस्व इकारान्त तिङ्प्रत्ययः तस्य अन्त्य इकारस्य लोपो भवति इतश्च इति सूत्रेण. सिज्भ्यस्तविधिभ्यश्च इति सिजभ्यस्तविधिभ्यश्च लङः शकटायनस्यैव इति सूत्राभ्यां लङि कुत्रचित् जी स्थाने स्थाने जुसादे जी स्थाने जुसादेश्य. अस्तु, अत्र कानिचन च कार्याणि भवन्ति लङि यानि अत्र लोटि न अपेक्षितानि. एते लङि एव भवति तेषां प्रसक्ति लोटि, यद्यपि लोटि लङ्वत् अस्ति तेषां तस्य प्रसक्तिः नास्ति इति दत्तमस्ति. आहत्य सप्तसु स्थलेषु लङि तिङ्गादेशः भवन्ति सप्तसु. अस्तु, प्रथमं तु नित्यं नितः इति णित्लकारस्य सकारस्य उत्तमपुरुषस्य सकारान्त उत्तमपुरुषप्रत्ययस्य अन्त्यसकारः लोपः भवति नित्यं नितः इति सूत्रेण. सकारान्त उत्तमपुरुषप्रत्यय के के सन्ति? वस्मस् इति. वस्मस् तत्र सकारस्य लोपः भवति. अपवादसूत्रमस्ति कस्य अपवादसूत्रमस्ति सकारस्य न वियुक्तौ तु स्म इत्यस्य अपवादः अस्ति. अतः यत् अस्तु चिन्तयतु, न विभक्ति अस्ति खलु सकारस्य लोपः. सत्यं, लोपः न भवति, अतः अपवादसूत्रमस्ति. यथा लङ्लकारे अपठम् अपठाव अपठाम इति अस्ति खलु, तत्र सकारस्य लोपः अस्ति, विसर्ग नास्ति. सकारस्य लोपः. अग्रे इदानीं अपि च तस्तस्तमिपा तन्तन्तामः इति सूत्रं. तस्तस्तमिप् निःसलकारेषु एतेषां प्रत्ययानां स्थाने क्रमेण तां तं त अम् इति आदेश. अस्य सूत्रस्य प्रसक्तिः अस्ति लोट् लकारे अस्ति. इतश्च नित्यं नितः इति सूत्रस्य प्रसक्तिः लोट् लकारे अस्ति वा? अस्ति अस्ति अस्ति अस्ति तस्य अस्ति. इतश्च नित्लकारस्थाने यः परस्मैपद ह्रस्व इकारान्त तिङ्प्रत्ययस्य तस्य अन्त्य इकारस्य लोपः भवति इति. तस्य प्रसक्तिः नास्ति अत्र. किमर्थम् इति चेत् तु अस्ति, एरुः इति सूत्रम् आगच्छति, ति नास्ति इकारस्य. अतः इतश्च प्रभाद्य सूत्रस्य प्रसक्तिः कुत्र अस्ति? लङ्कारस्य लङ्लकारे सर्वत्र अस्ति खलु. पठति अस्ति, त भवति, अपठत् अपठत् अपठन् इति तत्र अन्ति अन्ति अस्ति अपि अपठम् इति तत्र मिप् अस्ति तत्रापि भवति अस्ति. अस्तु, तत्र महोदय मित् मध्ये तु अम् अस्ति, तद् भिन्नमस्ति, परन्तु ति मध्ये अस्ति. आम् आदेशः भवति अत्र. आम् आदेशः भवति सी मध्ये अपि, मध्यपुरुषे क्वचन मध्ये अपि अस्ति. आम् पठः तत्र सर्वत्र इकारस्य लोपः भवति. लकारः इकारस्य लोपः भवति. अस्तु, इतश्च इति सूत्रेण अग्रिमं तु सिजभ्यस्तविधिभ्यश्च इति अस्ति. लङ् अपि च लङ्घशकटानस्यैव इति सूत्राभ्यां लङि कुत्रचित् जीस्थाने जुस् आदेशः भवति. लङ्स्थाने विधिलिङ्ग् लकारे भवति वा महोदय? जुस् आदेशः न महोदय, एतत् भिन्नमस्ति वा? परन्तु अत्र अत्र यदस्ति तदस्ति सिजभ्यस्तविधिभ्यश्च. अत्र पठतु, अत्र सिजभ्यस्तविधिभ्यश्च अस्मिन् सूत्रे अभ्यस्त लिखितमस्ति खलु? आमाम्. इत्युक्ते अत्र द्वित्वं यत् भवति तत्र द्वित्वं कुत्र भवति? ज्योत्यादि तत्र ज्योत्यादि ज्योत्यादि तर्हि जुहोत्यादिगणे लङ् लकार प्रथमपुरुष बहुवचने तत्र जुस् आगच्छति. अस्तु अस्तु. तत्र झी स्थाने अन्तु न भवति, क्षम्यतां, झी स्थाने यत् झी स्थाने न न अस्ति, नाम अपठन् यथा अस्ति खलु तत्र न केवलं नास्ति परन्तु जुस् भवति, उः भवति. तत्तु परन्तु तत् लोट् मध्ये नास्ति. येषु अग्रे पठामि वा? पठतु. येषु सप्तषु स्थलेषु लोट् प्रसङ्गः भवति चतुर्षु स्थलेषु. प्रथमं तु नित्यं नितः इत्यनेन सकारस्य लोपः वसिमसि वस्मस् इत्यत्र सकारस्य लोपः भवति. तस्तस्तमिपां तं तान् तन्तामः इति इत्यनेन तस् तां थस् तं थ स्थाने तच्च स्थाने सोरि तस् स्थाने तां थस्थाने तं थस्थाने त च मिप् अम्बाधितं भवति. अस्तु, तत्र अपवादसूत्रमस्ति, अम् आदेशः भवति तस्तस्तपि वं तन्तं तामः. परन्तु तत्र मेर्निः इति सूत्रेण तस्य अपवादः भवति. मिप् स्थाने अम् आदेशः न भवति मेर्निः इति. इत्यनेन ओके, इत्यनेन मेर्निः अपि च इतश्च इति बाधितं भवति एरुः. अस्तु, अपवादसूत्रमस्ति. इतश्च इकारस्य लोपः न भवति अत्र. किमर्थमिति चेत् एः इकारस्य उकार आदेशः सर्वत्र. अपि च सिजभ्यस्तविधिभ्यश्च लङ्घशाकटानस्यैव इत्यनयोः जुस् आदेशः कथं न भवति लोटि इत्यस्मिन् विषये महती चर्चा. केचन वदन्ति यत् विदो लटो वा इत्यस्मात् वा इत्यस्य अनुवृत्तिः अनयोः सूत्रयोः येन लोटि अप्रसक्तेः अनुमतिः स्यात्. अन्ये वदन्ति यत् लङ्वत् इत्यस्मिन् वतिप्रत्ययः न नित्यः, वतिघटितम् अनित्यम् इति प्रसिद्धवाक्यम्. अत्र न नित्यः इत्यस्य सारांशः एवं यत् लोटि लङ् स्वभावः अध्यारोप्यते किन्तु लक्ष्यम् अधिकृत्य यत्र फलं नापेक्षते तत्र प्रसक्तिः न भवति. अतः सिजभ्यस्तविधिभ्यश्च लङ्घशकटनस्यैव इति सूत्राभ्यां कार्यं भवति लङ्गि किन्तु लोटि न अपेक्षते, अतः लङ्वत् इति तत्र न गच्छति. अस्तु, अन्तिमं न जानामि महोदय. मया किमपि न अवगतं तत्र. अहं वदामि. तर्हि अत्र महोदयेन यथा उक्तं लङ् लकारेषु सप्तकार्याणि सन्ति प्रत्यादेशकार्याणि. प्रश्नः अधुना अस्ति लोट् लङ्वत् इति सूत्रं यथा वदति लोट् लङ्वत् इति भवति, तर्हि यानि यानि कार्याणि भवन्ति प्रत्यादेशकार्याणि लङ् मध्ये अथवा णित् लकारेषु तानि सर्वाणि कार्याणि लोट् मध्ये भवन्ति वा लोटो लङ्वत् इति सूत्रेण इति प्रश्नः अस्ति. तर्हि अधुना वयं पठामः. एकं कार्यमस्ति यत् नित् लकारेषु भवति नित्यं नितः, यत् यद् वदति यत् नित् लकारेषु उत्तमपुरुषसकारान्तप्रत्ययस्य नाम द्विवचने बहुवचने वस् मस् इति प्रत्ययस्य सकारलोपो भवति. इदं कार्यं लोट् लकारे भवति वा? तस्य अर्थ उत्तरमस्ति आं भवति. लोट् लकारे अपि उत्तमपुरुषस्य द्विवचने बहुवचने विसर्गः नास्ति खलु, अतः सकारस्य लोपः तत्र अपि भवति. तर्हि लोटो लङ्वत् इति सूत्रस्य प्रसक्तिः लोट् लकार लोटो लङ्वत् इति सूत्रेण नित्यं नितः इति सूत्रे यत् कार्यं स्थापितमस्ति तत् लोट् मध्ये गच्छति. तर्हि अधुना अस्तु, प्रथमसूत्रं भवति लोट् लोटो लङ्वत् इति सूत्रेण लोटि अपि कार्यं भवति. तदनन्तरं थस्थस्थां समीप तस्थस्थमीपां तान्तन्तामः इति सूत्रेण नित् लकारेषु तस्थाने तां, थस्थाने तं, मथस्थाने त, मित् स्थाने अम् इति नित् लकारेषु भवति. तत्र लोट् मध्ये भवति वा? आं भवति. अतः लोटो लङ्वत् इति सूत्रेण अत्रापि लङ् इति णित् लकार णित् लकारेभ्यः लोट् मध्ये अपि प्रसक्तिः गच्छति. तदनन्तरमस्ति इतश्च. णित् लकारस्य स्थाने यः परस्मैपद ह्रस्व इकारान्तः तिङ् प्रत्ययः तस्य अन्त्य इकारस्य लोप नाम यद्यपि परस्मैपद ह्रस्व इकारान्त अस्ति नाम तिप् प्रत्यय ति अस्ति खलु, तत्र परस्मैपद अस्ति, ह्रस्व अस्ति, इकारान्तप्रत्ययः अस्ति. तदनन्तरं सिप् अपि परस्मैपद ह्रस्व इकारान्त अस्ति. तर्हि तत्र इकारस्य लोपः भवति नाम ति भवति त, सिप् सि भवति स. तर्हि एक उदाहरणं ददाति. उदाहरणमस्ति लङ् लकारे अपठ अङ्गमस्ति, अपठ योग ति, तत्र इकारस्य लोपः अस्ति, पदं भवति अपठत्. तत्र तदनन्तरं द्विवचने अपठ अङ्गमस्ति, योगः सिप्, तत्र सि अस्ति, इकारस्य लोपः भवति अपठस् इति भवति. तदनन्तरं ससजोषोरुः खरवसानयोर्विसर्जनीयः इति सूत्रेण सकारस्य स्थाने विसर्गः भवति, अपठः इति अङ्ग पदं भवति लङ्लकारे. परन्तु लोट् मध्ये तु नास्ति खलु, लोट् मध्ये तु तकार तिप् मध्ये इकारस्य लोपो न भवति, पठतु भवति, पठत् किमपि नास्ति. तथैव मध्यमपुरुषे अपि पठ पठसि तत्र किमपि पठस् पठः इति किमपि नास्ति, पठ अस्ति. अतः अधुना प्रश्नः उदेति लोटो लङ्वत् इति सूत्रेण अत्र नित्कार्यं लोट् मध्ये न गच्छति वा? तस्य तस्य अस्ति तस्य यत् अस्ति एक्स्प्लेनेशन् तदस्ति यत् प्रसक्तिः तु अस्ति इतश्च इति सूत्रेण प्रसक्तिः तु अस्ति, परन्तु एकं भिन्नं सूत्रम् अस्ति एरुः. तत् सूत्रं वदति यत् इकारस्य स्थाने उ. अधुना एकं सूत्रमस्ति तत् वदति इकारस्य लोपः, एकं सूत्रमस्ति तत् वदति इकारस्य स्थाने उ. तर्हि कस्य सूत्रस्य कार्यं भवति कोऽपि वक्तुं शक्नोति वा? इतश्च इति सूत्रं वदति महोदय क्षम्यतां पुनः पृच्छतु. प्रश्नः अस्ति इतश्च इति एकं सूत्रमस्ति, तत् सूत्रं वदति यत् णित् लकारेषु, तदनन्तरं णित् इत्युक्ते लोट् अपि, यतोहि लोटो लङ्वत् इति सूत्रेण लोट् अपि णित्वत्. तर्हि इतश्च वदति यत् लोट् लकारेषु लोट् लोट् तदनन्तरं णित् लकारेषु इकारस्य लोपः भवति नाम ति स्थाने त, सि स्थाने स इति. तदनन्तरम् एरुः इति सूत्रं वदति इकारस्य स्थाने. एकनिमेषः, प्रश्नः मम अस्ति कस्य सूत्रस्य कार्यं भवति, कारणं किम् इति मम प्रश्नः अस्ति, कोऽपि जानाति वा? विजि महोदया भवती उक्तवती अपवादसूत्रमस्ति, कः अपवादसूत्रमस्ति विजि महोदय? विजि महोदय वदति एरुः अपवादसूत्रमस्ति, अतः तस्य कार्यं तर्हि एकस्मिन् स्थले एकस्मिन् काले सूत्रद्वयं प्रसक्तिः अस्ति. तदनन्तरं एकसूत्रं कस्यापि न कार्यं कर्तुं शक्नोति एतत्स्थानम् विहाय इत्युक्ते एतत् सूत्रम् अपवादसूत्ररूपेण वदति. सप्सेट् इति वदामः किल. तर्हि अपवादसूत्रमस्ति, सर्वे आगच्छन्ति वा? एरुः इति सूत्रस्य अनुवृत्तिस्य एकसूत्रमस्ति. लोटो लोटः लस्य एहे उः. परन्तु इतश्च इति सूत्रं तु सर्वाणि सर्वेषु नित्लकारेषु कार्यं कर्तुं शक्नोति. तर्हि यदि एरुः लोट् मध्ये अपि एरुः कार्यं न कृत्वा इतश्च कार्यं करोति तर्हि एरुः तस्य प्रसक्तिः कुत्रापि न भवति, सूत्रस्य अवकाशः एव न आगच्छति, निरावकाशः भवति. अतः एरुः इति इतश्च सूत्रस्य अपवादसूत्रमस्ति लोट् लकारस्य कृते. अतः इतश्च सूत्रं तस्य प्रसक्तिः न भूत्वा एरुः तस्य कार्यं भवति. इकारस्य लोपः न भवति अपि तु इकारस्य उकारः भवति. सर्वे अवगच्छन्ति वा? तर्हि लोटो लङ्वत् इति सूत्रेण लोट् लकारे इतश्च प्रसक्तिः अस्ति, परन्तु लोटे लोटि एरुः इति सूत्रस्य अपवादत्वेन तस्य एव कार्यं भवति इति. सर्वे अवगच्छन्ति वा महोदय? एरुः विशेषसूत्रम् इतश्च उत्सर्गसूत्र अपि वदतुं शक्यं वा? शक्यं सम्यक् अपवाद अपवादः अपवादः सत्यम्. एक जनरल् सूत्रमस्ति, एकं विशेषसूत्रमस्ति. तर्हि एरुः विशेषसूत्रमस्ति इति चिन्तयति. धन्यवादः. तर्हि इतश्च अपि प्रसक्तिः अस्ति, कोऽपि कोऽपि क्लेशः नास्ति, अपवादत्वेन एरुः कार्यं करोति. अस्तु, तर्हि इदमपि अस्ति. तर्हि इदानीं पर्यन्तं लोटो लङ्वत् तस्य कुत्रापि क्लेशः नास्ति, परन्तु अग्रे क्लेशः आगच्छति. अग्रे अस्ति सिजभ्यस्तविधिभ्यश्च लङ्गः शाकटायनस्य इति सूत्रमस्ति. तद् वदति यत् लङ्लकारेषु लङ्लकारे झी स्थाने जुस् भवति. कुत्र कुत्र तु कुत्रचित् लङ्लकारस्य प्रथमपुरुषस्य बहुवचने झी स्थाने जुस् भवति. तत्तु लोट् मध्ये नास्ति, अतः अत्र लोटो लङ्वत् इति सूत्रस्य प्रसक्तिः नास्ति. तर्हि अत्र क्लेशः अस्ति. इदा अतः अत्र लिखितमस्ति यत् इत्यन शिदभ्यस्तविधिभ्यश्च लङ्गः शाकटायनस्य इत्यनयोः जुस् आदेशः कथं न भवति लोटि इत्यस्मिन् विषये महती चर्चा. वैयाकरणाः चर्चां कुर्वन्ति यत् लोटो लङ्वत् अस्य प्रसक्तिः किमर्थमत्र नास्ति. तर्हि केचन वैयाकरणाः वदन्ति यत् विदो लटो वा इति सूत्रमस्ति, ततः वा इति सूत्रस्य अनुवृत्तिः भवति शिदभ्यस्तविधिभ्यश्च लङ्गशाकटायनस्य इति सूत्रयोः. तस्य अनुवृत्तिः यद्भवति वा इति शब्दस्य, तस्य अर्थमस्ति यत् लोट् मध्ये तस्य प्रसक्तिः मा करोतु, नाम केवलं लङ् मध्ये अस्ति, लोट् मध्ये मा करोतु, नाम लोटो लङ्वत् इति सूत्रं तत्र मा करोतु इति वा इति पदं कथयति. अन्ये जनाः वदन्ति यत् तथा नास्तु, तथा चिन्तयतु यत् यत् वत् अस्ति, वत् इति तस्य अर्थमस्ति वती पदघटितम् अनित्यम् इति प्रसिद्धवाक्यं. तस्य अर्थमस्ति यत् यदा वत् अस्ति तस्य अर्थमस्ति यत् नित्यं न, नाम लोटो लङ्वत् मध्ये लोट् लङ्वत् अस्ति, तस्य अर्थः इदं नास्ति यत् सर्वत्र नित्यं करणीयम् एव इति. नाम वत् इति लिखितमस्ति सत्यं, नाम लोट् लङ्वत् अस्ति, परन्तु लोट् लङ्वत् तस्य अर्थम् इदं न, तस्य अर्थम् इति नास्ति यत् सर्वत्र नित्यं लोटो लङ्वत् भवति इति. तर्हि एतादृशं किमपि अन्यजनाः वदन्ति, तर्हि अत्र लिखितमस्ति यत् अन्ये वदन्ति यत् लङ्वत् इत्यस्मिन् वति प्रत्ययः न नित्यः, वतीपदघटितम् अनित्यम् इति प्रसिद्धवाक्यम्। अत्र न नित्यः इत्यस्य सारांशः एवं यत् लोटि लङ् स्वभावः अध्यारोप्यते, नाम लोटो लङ्वत् लङ् तस्य स्वभावः अस्ति, परन्तु सर्वत्र लङ्वत् करणीयम् एव इति नास्ति। तत्र लक्ष्यम् अधिकृत्य, नाम फलम् अधिकृत्य वयं ज्ञातुं शक्नुमः कुत्र कुत्र लङ् कार्यं भवति, कुत्र कुत्र न। तर्हि एतत् सर्वं जानन्तु सर्वे यत् प्रथमतया भाषा आगच्छति, तदनन्तरं व्याकरणं आगच्छति। तर्हि पाणिनेः व्याकरणं तत्र प्रथमतया तु भाषा अस्ति, तत् भाषामध्ये पदानि कथं कथं भवन्ति इति तस्य एक्स्प्लेनेशन् कृते महोदयेन व्याकरणस्य रचना कृता। परन्तु सर्वदा फलं किम् अस्ति इति मस्तिष्के अध्यारोपितव्यं, तर्हि अत्र फलम् अधिकृत्य, नाम कुत्र कुत्र लङ्वत् अस्ति, कुत्र कुत्र नास्ति इत्थं दृष्टि इति सर्वं दृष्ट्वा एव वयं ज्ञातुं शक्नुमः यत् लोटो लङ्वत् तस्य कार्यं कुत्र कुत्र भवति। तर्हि जभ्यस्तविधिभ्यश्च लङ्वशाकटायनस्य इति सूत्रं तत्र वयं रूपं दृष्ट्वा वयं ज्ञातुं शक्नुमः यत् एतेषां सूत्राणां तु प्रसक्तिः अत्र नास्ति, लङ् मध्ये अस्ति किन्तु लोटि नास्ति, अतः लोटो लङ्वत् इति सूत्रस्य तत्र किमपि गमनं भवति। तर्हि आहत्य लोटो लङ्वत् इति सूत्रं यत् लोट् लकार लङ्वत् अस्ति, नाम लङ् मध्ये यत् स्वभावः अस्ति तत् लोट् मध्ये अपि गच्छति। तत् सूत्रम् इति किमपि न वदति यत् सर्वदा लङ् मध्ये यत् अस्ति तद् लोट् मध्ये गच्छति एव इति किमपि न वदति। यत्र यत्र तस्य लक्षणम् अपेक्षते तत्र तत्र लोटो लङ्वत् इति सूत्रेण स्वभावः गच्छति, यत्र यत्र न अपेक्षते तत्र तत्र तत् कार्यं न भवति। प्रथमतया सिजभ्यस्य विधिभ्यस्य इति न अवगतम्। इति सूत्रं तस्य लङ् लकारे आगच्छति कार्यं, तत् इति सूत्रस्य अर्थं किं महोदय? सूत्रस्य लिखितमस्ति खलु सिजभ्यस्तविधिभ्यश्च, अत्र अभ्यस्त लिखितमस्ति खलु अभ्यस्त अर्थः। तर्हि अस्य सूत्रस्य लङ् लकारे तस्य प्रसक्तिः आगच्छति, लङ् लकारे तदपि अनदन्तकार्यं यत्र ज्योत्यादिगणे अस्ति खलु। अभ्यस्त इत्युक्ते किं? द्वित्वं ज्योत्यादिगणे अस्य सूत्रस्य प्रसक्तिः अस्ति, तत्र यत्र यत्र द्वित्वम् अस्ति तत्र अथवा यत्र अन्यापि उदाहरणं सन्ति, परन्तु ज्योत्यादिगणे एकम् उदाहरणम् अस्ति। तत्र जी स्थाने, नाम प्रथमपुरुष बहुवचन इति जी प्रत्ययस्य स्थाने ज्युस् भवति, भिन्नप्रत्ययः भवति, तत्र लङ् लकारे तस्य कार्यं भवति। तर्हि अत्र तस्य सूत्रस्य अधुना अस्य सूत्रस्य किमपि तस्य महत्त्वं नास्ति, केवलं चिन्तयतु यत् जभ्यस्तविधिभ्यश्च इति सूत्रं लङ् लकारे अस्ति, लङ् लकारे अस्ति, तर्हि लोटो लङ्वत् इति सूत्रेण लोट् लकारे अपि जी स्थाने ज्युस् भवति वा इति प्रश्नः अस्ति। अभ्यस् ज्योत्यादिगणे लङ् लकारे जी स्थाने ज्युस् भवति, तर्हि ज्योत्यादिगणे लोट् लकारे अपि जी स्थाने ज्युस् भवति वा इति प्रश्नः अस्ति। तस्य उत्तरमस्ति न, लोटो लङ्वत् तत्र कार्यं न करोति, यतोहि तत्र लक्ष्यम् अपि तत्र फलम् अपेक्षितम् अस्ति तद् भिन्नम् अस्ति, अतः तत्र लोटो लङ्वत् इति न गच्छति। नाम फलं दृष्ट्वा वयं ज्ञातुं शक्नुमः यत् लोटो लङ्वत् इति सूत्रं कुत्र कुत्र तस्य प्रसक्तिः भवति। किं प्रश्न? अत्र तु एव सूत्रस्य प्रसक्तिः अस्ति खलु, अपवादसूत्रम् अस्ति, एवं कार्यं करोति। स्थाने तत्र श्रूयते तर्हि प्रथमं तु झी स्थाने झोन्तः इति सूत्रेण अन्त आगच्छति खलु तर्हि सिजभ्यस्त वदति यत् अन्त किमपि न झुस् एव आगच्छति न तत्रापि अपवादसूत्रं भवति खलु एरुः कस्य अपवादसूत्रं झी मध्ये झु इति जी मध्ये जुस् न आगच्छति किन्तु एरु कार्यं करोति हा नि परन्तु न अत्र जुस् इति वस्तुतः अपवाद जुस् इति झोन्तः इति सूत्रं कार्यं न कृत्वा जी स्थाने जुस् नाम अत्र साक्षात् पाणिनि वदति खलु जी स्थाने जुस् करोतु अभ्यस्त इति यदा अस्ति तदा जी स्थाने जुस् करोतु इति वदति अभ्यस्त अत्र नास्ति अत्र नास्ति तर्हि अत्र प्रश्नः नास्ति अत्र यत्र अभ्यस्त नास्ति तत्र तु किमपि प्रश्नः एव नास्ति यत्र अभ्यस्त अस्ति तत्र अहं वदामि न किन्तु लङ् शाकटायन शाकटान्यस्य एव एतयोः उभयोः सूत्रयोः अधुना अस्माकं अस्मिन् करपत्रे तेषां किमपि कार्यं नास्ति तर्हि परन्तु अभ्यस्त यदा ज्योत्यादिगणे तेषां कार्यं भवति तत्र अहं वदामि यत् तत्र लङ्लकारे एतानि कार्याणि भवन्ति तानि कार्याणि लोट् मध्ये अपि भवन्ति न वा इति प्रश्नः अस्ति लोटो लङ्वत् इति सूत्रेण प्रश्नद्वयम् आसीत् तत्र लङ्लकारे अपि इत्युक्ते नित्लकार न किन्तु लङ्लकार एव तत्र अपि न भवति एतत् कार्यं खलु लङ्लकारे तु भवति खलु कथं महोदय अभवन् भवति गच्छन् भवति अगच्छन् भवति अभ्यस्त नास्ति ज्योत्यादिगणे ओ ज्योत्यादिगणे अत्र सिजभ्यस्त विधिभ्यश्च अत्र सिज् एकम् अस्ति तत्र भवति अग्रे आगच्छति अभ्यस्त इति अपि लिखितमस्ति खलु यस्य यस्य अभ्यस्तसंज्ञा भवति तस्य तस्य जी स्थाने जुस् भवति अभ्यस्तसंज्ञा एकमस्ति ज्योत्यादिगणे तर्हि ज्योत्यादिगणे सूत्रस्य प्रसक्तिः अस्ति अत्र अपठन् अभवन् तत्र अभ्यस्त किमपि नास्ति अतः सूत्रस्य प्रसक्तिः एव नास्ति द्वितीयसूत्रं किं कार्यं करोति तदपि तस्यापि अग्रे यदा वयं लङ् यदा वयं पठामः तत्र वयं पठामः यत् लङ्घः शाकटायनस्य एव शाकटायन एकः वैयाकरणः अस्ति तस्य मतेन किमपि भिन्नकार्यं भवति तत् अग्रे वयं पठामः विकल्पेन भवति किमपि परन्तु अस्मिन् करपत्रे उभयोः सूत्रयोः कार्यं नास्ति अत्र किमर्थं लिखितमस्ति महोदयः वक्तुं शक्नोति वक्तुम् इच्छति यत् एकम् उदाहरणं यत्र लङ् मध्ये कार्यं भवति परन्तु लोट् मध्ये न भवति इति तस्य उदाहरणं सः वक्तुम् इच्छति अन्य उदाहरणं तु अहं ददामि खलु लङ् मध्ये अङ्गस्य अङ्गात् पूर्वम् अकारः आगच्छति लोट् मध्ये नास्ति तदपि उदाहरणमस्ति तर्हि परन्तु अस्तु तर्हि क्षम्यतां तत् तद् उदाहरणम् अत्र सम्यक् उदाहरणं नास्ति लङ् मध्ये अकारः आगच्छति लोट् मध्ये न आगच्छति तत् सत्यं तत् सम्यक् उदाहरणं नास्ति कोऽपि वक्तुं शक्नोति वा किमपि किमर्थं सम्यक् उदाहरणं नास्ति तत् यत् मया उक्तं तु सम्यक् नास्ति तत्र सर्वे निर्लकारे न भवति प्रायः लङ् लकारस्य विशेषणम् अस्ति अत्रापि लङ् एव अस्ति खलु सिजभ्यस्तविधिभ्यश्च तर्हि लोटो लङ्वत् इति सूत्रं सर्व लङ् मध्ये अस्ति अतः लोट् मध्ये अपि गन्तुं शक्नोति खलु. परन्तु अहं वदामि यत् यत् मया उक्तम् अत्र लङ् प्रतिनिधिः अस्ति वा लङ् लङ् एव अस्ति वा? अत्र लोटो लङ्वत् मध्ये प्रतिनिधिः अस्ति. लोटो लङ्वत् मध्ये मम प्रश्नः अस्ति लोटो लङ्वत् इति तस्य कार्यं न भवति. एतस्य कृते मया यत् उदाहरणं दत्तं यत् अकारः आगच्छति अङ्गात् पूर्वं, तत् उदाहरणं सम्यक् नास्ति. किमर्थं सम्यक् नास्ति इति अहं पृच्छामि. आर्धातुकप्रत्ययेषु विकरणप्रत्ययः न आगच्छति. आर्धातु किमपि नास्ति महोदय, अत्र सर्व सार्वधातुक एव अस्ति. जानाति वा कोऽपि कोऽपि ऊहां कर्तुं शक्नोति वा? प्रश्न न अवगतम्. मम प्रश्नः अस्ति, मया उक्तं यत् लोटो लङ्वत् तस्य सर्वत्र कार्यं न भवति. तस्य मया उदाहरणं दत्तं यत् लङ् मध्ये किन्तु सर्वे सर्वे नित् लकारेषु न भवति खलु? तत् सुमन् महोदय प्रश्नः अस्ति, लङ् मध्ये अरुणा महोदय पृच्छति तत् यत् लङ् मध्ये अकारः अस्ति. अहं वदामि लङ् मध्ये अकारः अस्ति परन्तु लोट् मध्ये अकारः नास्ति इति अस्ति. तर्हि अकारः लोट् मध्ये नास्ति, इदम् उदाहरणम् अस्ति यत् लोटो लङ्वत् सर्वत्र न गच्छति इति. तर्हि तस्य अहं वदामि यत् मया यत् उदाहरणं दत्तं तत् सम्यगेव नास्ति. कथं सुमन् महोदय भवती वदति यत् सर्वत्र नित् मध्ये नास्ति, सत्यं, परन्तु अत्र सर्वत्र नित् अपि किमपि नास्ति, लङ् मध्ये अस्ति खलु. तर्हि लोट् मध्ये गन्तुं शक् कोऽपि चिन्तयितुं शक्नोति यत् लोट् मध्ये गच्छति. किन्तु तत्र किमपि विशेषणं सूत्रं कार्यं कर्तुं शक्नोति खलु? विधिलिङ्ग् मध्ये नास्ति, लुङ् मध्ये नास्ति, अतः प्रायः लङ् इति लकारे किमपि विशेषसूत्रं भवेत् यतः अकार आगच्छति. सत्यं, लङ् मध्ये सूत्रं विशेषं सूत्रम् अस्ति यत् येन लङ् मध्ये अकार आगच्छति. परन्तु तदनन्तरं कोऽपि वक्तुं शक्नोति यत् लोटो लङ्वत् इति सूत्रेण अपि ओ लङ् मध्ये अकारः अस्ति अतः लोट् मध्ये अपि प्रायः करणीयम् इति प्रश्नः. तडागम धातु पूर्वम् आगच्छति लङ्वत् इति प्रत्ययस्य. सत्यम्, लोटो लङ्वत् इति सर्वं यत् अस्ति तत् प्रत्ययादेशः अस्ति. प्रत्ययस्य स्थाने किमपि परिवर्तनं भवति इति, तत् अकारः यत् आगच्छति तत् प्रत्ययादेशः नास्ति खलु? तर्हि अतः अधुना सुमन् महोदय पठति भवती चिन्तयति खलु अत्र षष्ठी विभक्ति किमर्थमस्ति? एतादृशं चिन्तयितुं शक्नुमः, लोटः लस्य लङ्वत्, अत्र लस्य यत् अस्ति तद् लस्य इत्युक्ते ल प्रत्यय, अत्र प्रत्यय प्रत्यय अध्याय अस्ति खलु. तर्हि सर्वत्र यद् भवति लोटः लस्य लङ्वत् नाम लोटः स्थाने प्रत्ययस्य स्थाने यद् भवति तत् लङ्वत्. अत्र अकारः यत् आगच्छति लङ् मध्ये तत्तु प्रत्ययस्थाने किमपि नास्ति खलु, अतः तत् उदाहरणमेव सम्यक् नास्ति इति अहं वदामि. उत्तमं, धन्यवादः महोदय. सर्वे आगच्छन्ति वा? तर्हि लोटो लङ्वत् प्रत्ययकृते अस्ति, यतोहि तृतीय अध्याये अस्ति, लस्य इति शब्दस्य अधिकारः अस्ति, लस्य इत्युक्ते ल प्रत्यय लकारप्रत्यय इति. तर्हि ल लकारप्रत्यय नित् लकारप्रत्ययस्य यत् किमपि कार्यं भवति तत् लोट् मध्ये अपि तस्य स्वभावः गच्छति. सर्वत्र न भवति, बहुत्र भवति इति. अस्तु, इति तु अस्माभिः पठितम्, अत्र बहुत्र पठितम्. अधुना अपि अग्रे अपि किमपि नूतनकार्याणि सन्ति, अत्र मेर्नी अस्ति, आडुत्तमस्य पिच्च इति सर्वम् अस्ति, तद्वयम् अग्रिमसप्ताहे पठामः. तर्हि एकं सूचनामस्ति यत् अग्रिमसप्ताहे 8 मार्च् तत्र पुनः अमेरिका मध्ये टैम् तस्य टैम् ज़ोन् चेञ्ज् भवति डेलैट् सेविङ्ग्, तर्हि मम अस्ति एक विनन्ति अस्ति यत् ये भारते सन्ति ते अधुना सार्ध अष्टवादने कक्षा आरभते, तर्हि अष्टवादने यदि कक्षा आरभते 8 PM आयस्ति तर्हि सम्यक् अस्ति वा भारतजनैः कृते? कोऽपि क्लेशः नास्ति मम कृते. अस्तु विजि महोदय, अष्टवादने अष्टवादने आरभ्य 9:30 पर्यन्तं सम्यक् अस्ति वा? सम्यक् सम्यक्. मीना महोदय? अस्तु महोदय. मीना महोदय लण्डन् मध्ये अस्ति. इत्युक्ते अमेरिकायां तु सार्ध सप्तवादने आरम्भं करोति. महोदय GMT अपि गच्छति 29 मार्च्. तदहं न जानामि महोदय, लण्डन् मध्ये डेलैट् सेविङ्ग् कदा चेञ्ज् भवति. 29th मार्च्. ओ तर्हि अत्र तु 8 मार्च् एव भवति. तर्हि भवती चिन्तयतु, भवत्याः भवती केल्क्युलेट् करोतु, इण्डिया मध्ये 8 PM अस्ति, तर्हि तत्र भवत्याः कृते कति तर्हि इण्डिया मध्ये 8 PM IST, US ईस्ट् कोस्ट् मध्ये 10:30 AM, वेस्ट् कोस्ट् मध्ये 7:30 AM. अधुना 7 AM आरभते कालात् वेस्ट् कोस्ट् मध्ये, 7:30 भवति. सर्वे तत्र सम्यक् अस्ति खलु? सम्यक् अस्ति. आम् महोदय. न महोदय, अष्टवादने न करोमि, यतोहि तत्तु बहु अहं चिन्तयामि बहु लेट् भवति. तर्हि 7:30 अहं चिन्तयामि मीन् तर्हि तत्र 7:30 वेस्ट् कोस्ट्, 8 PM इण्डिया टैम् इति अग्रिमरविवासरे आरभ्य कुर्मः. धन्यवादः महोदय. नमस्कारः. धन्यवादः. धन्यवादः सर्वेषां. धन्यवादः महोदय. धन्यवादः महोदय.